पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 169 महेश उवाच ततः परं देवनदी वार्त्रघ्नी सङ्गमात् किल प्रविष्टा भद्रया सार्धं सागरं वरुणालयं समुद्रोऽपि तया तावदागम्य प्रियकाम्यया साभ्रमत्यानुरागेण कृतवान् प्रियमेलनं भद्रा वापि सुभद्राया वयस्या सा नदीपुरा सहायमकरोन्मार्गे साक्षात् श्रीरूपधारिणी तयोस्तु सङ्गमः पुण्यः सागरस्योत्तरे तटे तत्र तीर्थे नरस्नात्वा मृष्टं वारि ददाति यः नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयाद प्रविश्य भगवान् विष्णुस्तेन मार्गेण सागरं जित्वा वै दानवान् सर्वान् देवानां परिपन्थिनः देवो यज्ञवराहश्च सङ्क्षोभ्यमकरालयम् क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ पार्वत्युवाच देवयज्ञवराहस्य साभ्रमत्यां प्रवेशनं निर्गमं कर्दमालेन ब्रूहित्वं मम विस्तराद महादेव उवाच अन्तर्भूक्रीडितमिदं वराहस्य हरे पुरा तत्सर्वं कथयिष्यामि शृणुत्वं नगनन्दिनि योऽयं वै भगवान् साक्षाद्धृतवान् सुकरं वपुः देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः धृत्वा वै पृथिवीं देवीं निर्गतकर्दमालयं तत्र तीर्थं महज्जातं वराहाख्यं तु सुन्दरि तत्र स्नादिनरो यस्तु मुक्तिभाक्सनसंशयः अत्र श्राद्धं प्रकुर्वीद पितॄणां मुक्तिहेतवे विमुक्तस्तैः समं लोकं प्रयाति सुखदं महद इति श्रीपाद्मे महापुराणे उत्तरखण्डे वाराहतीर्थं नाह्मैकोनसप्तत्यधिकशततमोऽध्यायः ॐ